अष्टादशोऽध्यायः अर्जुन उवाच सन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् त्यागस्य च ऋषिकेश पृथक् केशी निषोदन श्रीभगवानुवाच काम्यानाम् कर्मणाम् न्यासम् सन्न्यासम् कवयो विदुः सर्वकर्म परत्यागम् प्राहुस्त्यागम् विचक्षणः त्याजम् दोषोपदित्येके कर्म प्राहुर्मनीषिणः यज्ञदानतमः कर्म न त्याज्यामिति चापरे निश्चयम् शृणु मे तत्र त्यागे भरत सत्तम त्यागो हि पुरुषा व्याघ्र त्रिविधस्तम् प्रकीर्तितः यज्ञदानतमः कर्म न त्याज्यम् कार्यमेव तत् यज्ञदानम् तपश्चैव पावनानि मनीषिणा एतन्नपि तु कर्माणि सङ्गम् त्यक्त्वा फलानि च कर्तव्यानि ये पार्थ निश्चितम् मदमुत्तमम् नियतस्य तु सन्न्यासः कर्मणो नोपपद्यते मोहात्तस्य परित्यागः सामासः परिकीर्तितः दुःखमित्येव यत् कर्म कायक्लेशाभयात् त्यजेत् सकृत्या राजसम् त्यागम् नैव त्यागः फलम् लभेत् कायमित्येव यत् कर्म नियतम् क्रियतेऽर्जुन सङ्गम् त्यक्त्वा फलम् चैव सत्यागः सात्विको मतः न द्वेष्य कुशलम् कर्म कुशलेनानुषज्यते त्यागी सत्त्वसमाविष्टो मेधावी छिन्न संशयः न हि देहघृदा शक्यम् त्यक्तुम् कर्माण्यशेषतः यस्तु कर्म फलत्यागी सत्यागीत्याभिधीयते अनिष्टमिष्टम् मिश्रम् च त्रिविधम् कर्मणा फलम् भवत्यत्यागिनम् प्रेत्य न तु सन्न्यासिनम् क्वचित्।